पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 118 सूत उवाच पुनः प्रोवाच भगवान् महादेवो वृषध्वजः श्रोतारमुपसङ्गम्य भक्तियुक्तं षडाननम् ईश्वर उवाच कार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमः अस्मिन् मासे त्रयत्रिंशद्देवाः संनिहिता कलौ ऊर्जे मासि महाभागौ भोजनानि द्विजातये तिलधेनुं हिरण्यं च रजतं भूमिवाससि गोप्रदानानि दास्यन्ति सर्वभावेन सुव्रत सर्वेषामेव दानानां कन्यादानं विशिष्यते ब्राह्मणा यात्र एकन्यां दास्यन्ति विधिवन्नराः वैकुण्ठे वसतिस्तेषां यावदिन्द्राश्चतुर्दश रोमकाले तु सम्प्राप्ते सोमो भुङ्क्ते तु कन्यकां ऋतुकाले तु गन्धर्वा वह्निस्तु कुजदर्शने तावद्विवाहयेत् कन्यां यावन्नर्तुमदी भवेद् विवाहस्त्वष्टवर्षाया कन्याया शस्यते बुधैः दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने साक्षादधीतवेदाय विधिना ब्रह्मचारिणे कन्यावरप्रमाणाया एष एव विधिस्मृतः यावन्ति चैव रोमाणि कन्यायाश्च तनौ सुत तावद्वर्षसहस्राणि रुद्रलोके महीयते सहस्रमेव धेनूनां शतं चानुडुहां समं दशानुडुत्समं यानं दशयानसमोहयः हयदानसहस्रेभ्यो गजदानं विशिष्यते गजदानसहस्राणां स्वर्णदानं च तत्समं स्वर्णभारसहस्राणां विद्यादानं च तत्समम् विद्या दानात् कोटिगुणं भूमिदानं विशिष्यते भूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते अन्नाधारमिदं सर्वं जगत्स्थावरजङ्गमं तस्माद्देयं प्रयत्नेन कार्तिके शिखिवाहन त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च कार्तिकेय उवाच अन्यानपि महादेव धर्मान्मे वक्तुमर्हसि यान् कृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेद् सूद उवाच इति पृष्ठस्तदा शम्भुः पुनर्वक्तुं प्रचक्रमे यावत् किं बहुधा स्तुत्वा तच्छृणुध्वं तपोधनाः ईश्वर उवाच परान्नं वर्जयेद्यस्तु कार्तिके नियमे कृते परान्नवर्जनादेव लभे चान्द्रायणं फलं तं प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेद् दिने दिने तु कृच्छ्रस्य फलं प्राप्नोति मानवः कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु कार्तिके वर्जयेत् कांस्यं संखान्नं च विशेषतः राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात् षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते तन्मुक्तो जायते पापो विष्ठाशीग्रामसूकरः प्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदं न कार्तिकसमो मासो न दैवं केशवात्परं न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समं न सत्यं न समं वृत्तं न कृतेन समं युगं न तृप्तिरसनातुल्या न दानसदृशं सुखं न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियं कर्मभ्रष्टः स विज्ञेयो हीनयो निषु जायते कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियः समुद्रगा नदीपुण्या दुर्लभा स्नानशालिनां कुलशीलवती कन्या दुर्लभा दम्पती नृणां दुर्लभा जननी लोके पिता चैव विशेषतः दुर्लभं साधु सन्मानं दुर्लभो धार्मिकः सुधः दुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनं दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकव्रतं ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चन्द्रसूर्ययोः यद्फलं लभते वत्स तद्फलं भूमिशायिनः भोजनं द्विजदम्पत्योः पूजयेच्च विलेपनैः कम्बलानि च रत्नानि वासांसि विविधानि च तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह उपानः वादपत्रं कार्तिके देहि पावके यः करोति नरो नित्यं कार्तिके पत्रभोजनं न दुर्गतिमवाप्नोति यावदिन्द्राश्च दुर्दश सर्वकामफलं तस्य सर्वतीर्थफलं लभेद न चापि नरकं पश्येद्ब्रह्म पत्रेषु भोजनाद ब्रह्मा येष स्मृतः साक्षात् पालाश सर्वकामदः मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहन ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ऐश्वरं वर्जयेत्पत्रं ब्रह्मा विष्णुरनुत्तमः सर्वपुण्यमवाप्नोति शेषपत्रेषु भोजनाद् भोजनान्मध्यपत्रे तु कपिला पयसस्तथा प्राशनान्मुनिशार्दूल नरो नरकमाप्नुयाद् अज्ञानाद्भुञ्जते यस्तु शूद्रो वा कपिलापयः कपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके तिलदानं नदीस्नानं सर्वदा साधुदर्शनं भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् मौनी पालाशभोजी च जलस्नायी सदाक्षमी कार्तिके क्षिदिशायी च अज्ञात्पापं युगार्जितम् जागरं कार्तिके मासि यः करोत्यरुणोदये दामोदराग्रे सेनानिर्गोसहस्रफलं लभेद पितृपक्षेन्न दानेन ज्येष्ठा षाढे च वारिणा कार्तिके तद्फलं पुंसां परदीपप्रबोधनाद बोधनात् परदीपस्य वैष्णवानां च सेवनाद् कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः नदीस्नानं कथा विष्णोर्वैष्णवानां च दर्शनं न भवेत् कार्तिके यस्य हरेत् पुण्यं दशाब्दिकं पुष्करं यस्मरेत् प्राज्ञः कर्मणा मनसा गिरा कार्तिके मुनि शार्दूलक्षकोटि गुणं भवेद् प्रयागो माघमासे दु पुष्करं कार्तिके तथा अवन्तिमाधवे मासि हन्यात् पापं युगार्जितम् धन्यास्ते मानवा लोके कलिकाले विशेषतः कुर्वन्ति स्कन्दनित्यं ये सर्वथा हरिसेवनम् किं दत्तैर्बहुभिः पिण्डैर्गयाश्राद्धादिभिर्मुने तारितास्ते न पितरो नरकाच्चन संशयः क्षीरादिस्नपनं विष्णो क्रियते पितृकारणाद कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदशैः सह कार्तिके नार्चितो यैस्तु कृष्णस्तु कमले क्षणः जन्मकोटिषु विप्रेन्द्र न तेषां कमलागृहे दष्टामुष्टा विनष्टास्ते पतिता कलिकन्दरे यैर्नार्चितो हरिर्भक्त्या कमलैरसिदैः पद्मेनैकेन देवेशं योर्चयेत् कमलापतिं वर्षायुधसहस्रस्य पापस्य कुरुते क्षयम् अपराधसहस्राणि तथा सप्तशतानि च पद्मेनैकेन देवेशः क्षमेदप्रणतोर्चितः तुलसीपत्रलक्षेण कार्तिकेयोर्चयेद्धरिं पत्रे पत्रे मुनिश्रेष्ठमौक्तिकं लभते फलम् तुलसीगन्धमिश्रं तु यत्किञ्चित् क्रियते सुत कल्पकोटिसहस्राणि प्रीदो भवति केशवः मुखे शिरसि देहेदु कृष्णोत्तीर्णां तु यो वहेद तुलसीं षण्मुखप्रीत्या न तस्य स्पृशदे कलिः कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेद सर्वरोगैस्तथा पापैर्मुक्तो भवति षण्मुख विष्णो रङ्गारशेषेण यस्याङ्गं स्पृशते सुत दुरितानि विनश्यन्ति व्याधयो यान्ति संक्षयं शङ्खोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलं चन्दनं धूपशेषं तु ब्रह्महत्यापहारकम् इति श्री पद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीशिवकार्तिकेयसंवादे प्रश्नोत्तरो नाम अष्टादशाधिकशततमोऽध्यायः ॐ